अस्तु अस्तु नमस्ते. अधुना इतोपि गभीरतया अवधिविषये चर्चा जायमाना अस्ति. एतावता दृष्टम् अस्माभिः यत् भिन्नेषु स्थलेषु भिन्नेषु स्थलेषु यथा भेदस्थले, पृथक्त्वस्थले, विभागस्थले अपि च संयोगस्थले अवधिः अवधेः परिचयः कथं भवति इति वयं दृष्टवन्तः. विशेषतया प्रत्येकं स्थले अवधिः कुत्र भवति, सावधिकत्वं कथं भवति, एकनिष्ठत्वम् अस्ति वा द्विनिष्ठत्वम् अस्ति, द्विनिष्ठत्वम् अस्ति चेत् तत्र स्वाभावेन सावधिकत्वं अवधिकत्वं न भवति. यथा विभागस्थले वा संयोगस्थले उभयत्र विभागः वा संयोगः भवति इत्यस्मात् कारणात् प्रतीतिवशात् एव अवधिकत्वस्य आरोपणं भवति. एकस्मिन् स्थले आरोपणं भवति, अवधिकत्वस्य आरोपणं भवति, परन्तु भेदस्थले अपि च पृथक्त्व तथा न भवति. यतोहि एकस्मिन् सर्वदा अवधिकत्वं भवति एव इति वयम् अस्माभिः दृष्टम्. अपि च विभागस्थले संयोगस्थले च वैलक्षण्यं किम् इति अपि दृष्टम्. विभागस्थले तु पञ्चमविभक्त्या अस्माकं सौकर्यं भवति, यया अवधिः प्रतीयते. यस्मात् विभक्तः तदावधिकविभागः अपरस्मिन्. परन्तु संयोगस्थले तु पञ्चमविभक्त्याः प्रयोगः एव न भवति. अस्माकं विवक्षानुसारेण एव हस्ते वा पुस्तके वा अवधित्वम् आरोप्य सावधिकत्वम् आनीयते इति अस्माभिः दृष्टम्. पुनः नियतावधिकत्वम् इति किम् इत्युक्ते, यत्र यत्र स्वाभावेन सर्वदा अवधेः उल्लेखः भवति तत्र नियतावधिकत्वम्. नियमेन अवधिः भासते. अस्माभिः दृष्टं भेदस्थले अपि च पृथक्त्वे अपि अवधेः ज्ञानं सर्वदा भवति, नियमेन भवति. परन्तु विभागे अपि च संयोगे नियमेन अवधेः विद्यमानं न भवति, प्रतीतिवशात् तस्य ज्ञायमानं भवति. अत्र पश्यतु, विद्यमानं ज्ञायमानम् एतयोः भिन्नता अस्ति. व्यवहारेण एव अवधेः ज्ञानं भवति. वस्तुतया उभयत्र विभागः, उभयत्र संयोगः, परन्तु प्रतीतिवशात् एव एकस्मिन् ज्ञायमानम् अस्ति अवधित्वम् इति अपि दृष्टम्. इदानीं पुनः अवधेः इतोपि अधिकानि विवरणानि पश्येम. अस्तु, तर्हि सावित्री भगिनी, निखिला अवधिकत्वम् इत्यस्मात् आरभ्य पठति वा? आम् आं भगिनि. अधुना निखिलावधिकत्वम् इत्युक्तौ किम्? यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः, ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तदवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेत् निखिलावधिकत्वम् अस्ति तस्मिन् इति उच्यते. अतः स च सावधिकपदार्थः निखिलावधिकः. अस्तु, अत्र निखिलावधिकम् इत्युक्ते किम् इति लिखितमस्ति. वदतु भगिनि. निखिलावधिकत्वम् इत्युक्ते किम् इति लिखितमस्ति. यत् कोऽपि सामधिकपदार्थः स्वीकुर्मः तस्य आश्रयीभूतव्यक्तिं विहाय यद्यत् किमपि अस्ति जगति सर्वे पदार्थेषु यद्यदवधिकत्वम् अस्ति तत्सर्वम् अवधिकत्वं यदि आश्रयभूतव्यक्त्यां भवति तदा निखिलावधिकत्वम् इति उच्यते. स्वीकृत्य वदतु भगिनि. उदाहरणं स्वीकुर्मः वा? आम् आम्. यदा एकं घटं स्वीकुर्मः घटे यदा वदामः घटः पटात् पृथक् तदा पटे पटः अवधिः घटे पृथक्त्वम् अस्ति. पृथक्त्वं सावधिकम् अपि च अवधिकत्वं पृथक्त्वे भवति. इदानीं तत् घटं विहाय यद्यत् जगति यानि यानि वस्तूनि सन्ति अथवा द्रव्याणि सन्ति तदवधिकत्वं यदा अस्मिन् पृथक्त्वे भवति तदा वक्तुं शक्नुमः पृथक्त्वे निखिलावधिकत्वम् अस्ति इति. सत्यं सत्यमेव. यथा भवत्या उक्तं घटं घटः पटात् पृथक् इत्यस्मिन् प्रसङ्गे घटं विहाय जगति अवशिष्टाः सर्वे पदार्थाः अवधयः भवेयुः. तस्मिन् सन्दर्भे पृथक्त्वस्य अवधिकत्वं निखिलावधिकत्वम् इति वदामः. घटः वृक्षात् पृथक् वा घटः पुस्तकात् पृथक् इति भिन्नभिन्न सन्दर्भाः भवेयुः. तदेव निखिलावधिकत्वम्. अस्तु, अग्रे सरला भगिनी पठति वा? सरला भगिनी क्षम्यताम् अहं म्यूट् यथा पृथक्त्वम् इति स्वीकुर्मः घटे पृथक्त्वम् अस्ति घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थः तत् सकला अवधिकत्वं स्यात् पृथक्त्वे तथा भवति वा? अस्य परिशीलनार्थं कीदृशचिन्तनं करणीयम् अस्माभिः? घटपटात् पृथक् अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति तस्य च पृथक्त्वस्य अवधिकः पटः इदं पटावधिकपृथक्त्वम्. इदानीम् अत्र उदाहरणम् अस्ति यदा वयं अग्रे चर्चामः यथा पृथक्त्वमिति स्वीकुर्मः पृथक्त्वस्थले किम् अवस्था अस्ति घटे पृथक्त्वम् अस्ति घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थः तस्य सकला अवधिकत्वं स्यात् पृथक्त्वे. घटे कीदृशपृथक्त्वम् अस्ति? घटे अस्ति द्रव्याधिकपृथक्त्वं. किमपि द्रव्यं यथा पट अस्ति वा वृक्ष अस्ति किमपि पृथक्त्वम् अस्ति तत् न केवलं पटावधिकं घटे विहाय सर्वे द्रव्याणि यत् जगति अस्ति तत् पृथक्त्वं द्रव्याधिकपृथक्त्वम् अस्ति. अस्य परिशीलनार्थं कीदृशचिन्तनं करणीयम् अस्माभिः? घटपटात् पृथक् अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति, तस्य च पृथक्त्वस्य अवधिकः पटः, इदं पटावधिकपृथक्त्वम्। पटः घटपटात् पृथक्, पटः अस्ति अवधि, पृथक् अस्ति अवधिक अवधिक सा अवधिक पृथक्त्वम् अस्ति, पट अवधि, पटे अस्ति अवधित्वं, पट पृथक्त्वस्य कीदृशपृथक्त्वम् अस्ति, सावधि पट पटावधिकपृथक्त्वम् अस्ति, पृथक्त्वं घटे अस्ति इति, घटे अस्ति, हा सत्यम्। अस्तु, अग्रे सभ्यसाची महोदय। आम् आं भगिनि, अधुना घटः भ्यात् पृथक्, वृक्षा अवधिकपृथक्त्वं घटे, घटः पुस्तकात् पृथक्, पुस्तकावधिकपृथक्त्वं घटे, घटः पर्वतात् पृथक्, पर्वतावधिकपृथक्त्वं घटे, अधुना जगति घटं विहाय ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत् सकलावधिकत्वं पृथक्त्वे अस्ति चेत् पृथक्त्वं निखिलावधिकं, पृथक्त्वे च निखिलावधिकत्वम् अस्ति। तर्हि तथा अस्ति वा? किं चिन्तनम्? अत्र अन्य एक उदाहरणं स्वीकुर्मः इति, घटः वृक्षात् पृथक् इति प्रतीतिः अस्ति चेत् वृक्षा अवधिकपृथक्त्वं कुत्र अस्ति? वृक्षावधिकपृथक्त्वं घटे अस्ति। तर्हि अन्यत् उदाहरणम् अस्ति, घटः पुस्तकात् पृथक् इति अस्ति इति प्रतीतिः अस्ति चेत् पुस्तकावधिकपृथक्त्वं घटे अस्ति। तर्हि अन्यत् उदाहरणं, घटः पर्वतात् पृथक्, तर्हि पर्वतावधिकपृथक्त्वम् अपि घटे अस्ति। तर्हि घटं विहाय जगति ये ये सन्ति, ये ये द्रव्ययः सन्ति अवशिष्टाः, ते द्रव्यरूपपदार्थाः, तत्र सकल अवधिकत्वं पृथक्त्वं पृथक्त्वे अस्ति चेत् तत् पृथक्त्वम् इति निखिल अवधिकम् इति वदामः। किमर्थम् इत्युक्ते वयम् उदाहरणत्रयम् अत्र दृष्टवन्तः इति, वृक्षावधिकपृथक्त्वं घटे अस्ति, पुस्तक अवधिकपृथक्त्वम् अपि घटे अस्ति, एवं पर्वत अवधिकपृथक्त्वम् अपि घटे अस्ति, जगति अन्य द्रव्यरूपपदार्थाः अपि सन्ति, तर्हि तत् सकलावधिकत्वं पृथक्त्वे अस्ति चेत् तत् पृथक्त्वं निखिलावधिकं, निखिल अवधिकम् इति वदामः। एवं तर्हि निखिल अवधिकत्वं कुत्र अस्ति? पृथक्त्वे अस्ति। तर्हि अन्तिमं वाक्यमस्ति इत्युक्ते, तर्हि तथा अस्ति चेत् किं चिन्तनम् इत्युक्ते, प्रथमं चिन्तनम् अस्ति इति, घटे वृक्षावधिकपृथक्त्वम् अस्ति, पुस्तकावधिक पृथक्त्वम् अस्ति, पर्वतावधिकपृथक्त्वम् अस्ति, परन्तु ये सर्वयोः ते अवयवाः न सन्ति इत्युक्ते तत्र पृथक्त्वं वर्तते, परन्तु घटस्य अवयवः अपि सन्ति, तर्हि तत्र किं भवति यदि इति प्रायशः अग्रे भविष्यति चर्चा। इति प्रश्नः, सावधिकपदार्थस्य अवयवाः सन्ति चेत् तदावधिकपृथक्त्वम् अस्ति वा इति प्रश्नः। अस्तु, सन्ध्या भगिनी अग्रे पठति वा? आं भगिनि, तादृशी स्थितिः भवति चेत्, नाम घटं विहाय तत् सकलावधिकत्वं घटे विद्यमानपृथक्त्वे अस्ति चेत् निखिलावधिकत्वं पृथक्त्वे भवति। अत्र पृथक्त्वं भवतु, विभागो वा भवतु, संयोगो भवतु, भेदो भवतु, सर्वत्र परिशीलनार्थं चिन्तनं समानम्। यदि वयं ज्ञातुम् इच्छामः तस्मिन् निखिलावधिकत्वम् अस्ति न वा, तर्हि तादृशं परिशीलनम् अपेक्षितम्। तर्हि पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा यदवधिकत्वं पृथक्त्वे न भवति? घटे पृथक्त्वम् अस्ति, घटः स्वं विहाय कस्माच्चित् पदार्थात् पृथक् न भवति इति वा? तर्हि पूर्वं प्रश्नः आसीत् पूर्वस्मिन् परिच्छेदे, तत्र पृथक्त्वे निखिलावधिकत्वम् अस्ति वा इति। अस्ति चेत् तद् कथं वा इत्येतस्य परिशीलनम् अस्मिन् परिच्छेदे अस्ति। तत्र घटे यद् पृथक्त्वं विद्यमानम् अस्ति, तस्मिन् पृथक्त्वे घटं विहाय यदि सकल यदि अन्यपदार्थानाम् अवधिकत्वम् अस्ति पृथक्त्वे, तर्हि निखिलावधिकत्वं पृथक्त्वे भवति इति वक्तुं शक्नुमः। तथैव पृथक्त्वं वा विभागः, संयोगः, भेदः सर्वत्रापि तत् तादृशं चिन्तनं कर्तुं शक्नुमः। यदि निखिलावधिकत्वम् अस्ति वा न वा इति यदि द्रष्टव्यं भवति, तर्हि तस्य परिशीलनं कुर्मः। तत्र पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा यद् अवधिकत्वं पृथक्त्वे न भवति? तर्हि यदि निखिलावधिकत्वम् आवश्यकं पृथक्त्वे, तर्हि तत्र पृथक्त्वे तादृशम् अवधिकत्वं भवतु य कश्चन पदार्थम् अवलम्ब्य, एकक्षणं तत् सम्यक् रीत्या वदामि, पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा यद् अवधिकत्वं पृथक्त्वे न भवति, तर्हि तद् द्रष्टव्यमस्ति पृथक्त्वे सर्वेषां पदार्थानाम् अवधिकत्वम् अस्ति वा इति। इदानीं घटस्य पदार्थानाम् अवधिकत्वम् इति न द्रव्याणां, द्रव्यम् अवलम्ब्य वा तदावधिकत्वम् इति वदामः खलु, ते तान् आश्रितः आश्रितम् अवधित्वम् इति, तद् तद् अवधिकत्वम् इत्युक्ते तान् आश्रि तान् आश्रित्य अवधित्वं यत् अस्ति तत् सम्बन्धित अवधिकत्वं पृथक्त्वे अस्ति वा इति, तदेव तदावधिकपृथक्त्वम् इति वदामः, अवधिकत्वम् इति वदामः। परन्तु पदार्थानाम् अवधिकत्वम् इति न, अवधिकत्वं तु पृथक्त्वस्य अवधिकत्वमेव सर्वदा। सत्यं, तर्हि अत्र यदवधिकत्वम् इत्युक्ते यद् इत्युक्ते अत्र द्रव्यं, तर्हि द्रव्यावधिकत्वे अस्ति इति। सत्यम्, अहं किञ्चित् सम्यक् न उक्तवती तत्। तर्हि घटे पृथक्त्वम् अस्ति इति यदि तस्य विषये वदामः, तर्हि घटः स्वं विहाय कस्माच्चित् पदार्थात् पृथक् न भवति इति वा इति प्रश्नः अस्ति। तत्र घटे यद् पृथक्त्वम् अस्ति, तर्हि घटः स्वं विहाय इत्युक्ते स्वम् इत्युक्ते अत्र घटः, तद्विहाय तत्र अन्य कस्माच्चित् तत्र पदार्थात् पृथक् अस्ति वा न वा इति प्रश्नः। को प्रश्नः अस्ति, कोऽपि पदार्थः अस्ति वा यस्मात् घटः न पृथक् अस्ति इति खलु प्रश्नः। घटः पटात् पृथक् इति वयं जानीमः, भिन्नेभ्यः पदार्थेभ्यः अपि पृथक् अस्ति, परन्तु जगति यः कोऽपि पदार्थः अस्ति वा यस्मात् घटः पृथक् न भवति एव इति प्रश्नः खलु। निखिलावधिकत्वस्य परीक्षा तदेव। अहं न अवगच्छामि, तर्हि पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः, तर्हि पृथक्त्वम् अवलम्ब्य इत्युक्ते इदानीं वयं जानीमः घटः पटात् पृथक् इति. तर्हि पटावधिकपृथक्त्वं वा घटस्य पृथक्त्वम् इत्युक्ते पृथक् तत् घटस्य पृथक्त्वम् अवलम्ब्य पटः अस्ति इति वयं जानीमः. घटस्य पृथक्त्वम् अवलम्ब्य इत्युक्ते डिपेण्डेण्ट् आन् इति. घटपृथक्त्वम् अवलम्ब्य पटः अस्ति. घटपृथक्त्वम् अवलम्ब्य वृक्षः अपि अस्ति. घटपृथक्त्वम् अवलम्ब्य अन्य कोऽपि पदार्थः अस्ति. परन्तु अस्माकं ज्ञाने अन्य कोऽपि पदार्थः अस्ति वा यस्मात् घटः यद् येन वयं वक्तुं शक्नुमः यत् घटः तस्मात् पृथक् न अस्ति इति. तदेव तदेव परीक्षा खलु. इदानीं स्पष्टं वा? आम् आं भगिनि. भगिनी भवती एव वदतु, कोऽपि पदार्थः अस्ति वा यस्मात् घटः पृथक् न भवति एव? स्वं विहाय इत्युक्ते घटः घटात् पृथक् न भवति. घटात् पृथक्, आं तत्तु सत्यमेव. किमर्थम्? तत्र पृथक्त्वस्य परीक्षा किं परीक्षा का? कदा घटः घटात् पृथक् न भवति इति वा? हा, परन्तु अत्र तु उत्तरं तु भिन्नं निरीक्षितम् एव. घटः स्वं विहाय कस्माञ्चित् पदार्थात् पृथक् न. वयं तु जानीमः घटः स्वं घटात् पृथक् न भवति, परन्तु अन्य कोऽपि पदार्थः अस्ति यस्मात् पुनः घटः पृथक् न भवति. तदेव उत्तरं तत्र. नमस्ते भगिनि, लक्ष्मी खलु? वदतु भगिनि. अत्र पदार्थं वा द्रव्यं वा अस्मिन् सन्दर्भे पदार्थः अपि दत्तमस्ति, द्रव्यमपि दत्तमस्ति. भिन्न भिन्न भिन्नेषु वाक्येषु पदार्थः वा द्रव्यं दत्तमस्ति. विशिष्टतया पदार्थः वा द्रव्यम् इति अहं न जानामि. कोऽपि कस्यापि चिन्तनम् अस्ति वा? भगिनि प्रश्नः कः? प्रश्नः अस्ति लक्ष्मी भगिन्याः, प्रश्नः अस्ति पदार्थात् पृथक् वा द्रव्यात् पृथक् किं साधु इति. अत्र द्रव्य मन्ये पृथक्तं तु गुणः अस्ति, प्रायः द्रव्यमेव इति मन्ये. परन्तु पदार्थः तु सर्वासु उपरि अस्ति किल. आमाम्, प्रायः द्रव्यात् पृथक् एव द्रव्यमेव. तत् उदाहरणम् अस्ति न, वृक्षात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक्, तस्य द्रव्या जगति सर्वे द्रव्य. पदार्थः इति पारिभाषिकशब्दः नास्ति प्रायः. आम् आम्, सत्यमेव. गुणात् पृथक् न भवति एव, वयं पूर्वं दृष्टवन्तः. पृथक्त्वमेव गुणः, पृथक्त्वम् इति गुणः एव. प्रायः द्रव्यमेव भगिनी, लक्ष्मी भगिनी, द्रव्यात् पृथक् भवति. आम् अस्तु. अनन्तरम् अन्यप्रश्नः अस्ति, निखिला अवधिकत्वं सकला अवधिकत्वं द्वयोपि समानं किम्? समानमेव भगिनी. न न न, निखिलावधिकत्वं सकलावधिकत्वस्य अपि बृहत् अस्ति. सकलावधिकत्वम् इत्युक्ते अहं पठितवती तस्मादेव वदामि. सर्वा सकलावधिकत्वम् इत्युक्ते अवयव पृथक्त्व अवयव अवधि अवधिकत्वं नास्ति चेदपि सकलावधिकत्वं भवति, परन्तु निखिलावधिकत्वम् इत्युक्ते सर्वासु सर्वाः अवधिकत्वं तस्मिन् भवति इति अहं चिन्तितवती पठित्वा. अन्य किमपि पठितम् अस्ति वा भवत्या? न तत्र एव तत्र एव. ओ प्रायः मम स्मरणम् अस्ति वर्गे अपि महोदय उक्तवान् सकलावधिकं निखिलावधिकम् एकमेव एव इति. आम् सत्यमेव. क्षम्यतां. न चिन्ता मास्ति, स्मरामि किन्तु पुनः भगिनी वर्गे वर्गे भव्या भगिनी इति प्रश्नं पृष्टवती इति, सकलावधिकत्वम् एवं निखिलावधिकत्वं भेदः कः? महोदय उक्तवान् तत् समानमेव. समानमेव इति प्रायः. ओ अहं तु प्रायः अन्यत् पदमस्ति तत्र, अन्यत् पदमस्ति प्रायः, मम दोषः तत्र. अन्यत् किमपि अस्ति सकलावधिकत्वं अग्रे सरे भवती चिन्तयित्वा वदतु. आमामां चिन्ता मास्तु. अस्तु जयन्ति भगिनि, भवती सः प्रश्नः यः आसीत् घटः स्वं विहाय कस्माचित् पदार्थात् पृथक् न भवति वा इत्येतस्य विषये किञ्चित् विवरणं ददति आसीत्, कृपया अनुवर्तयति किं? तत् स्पष्टं नास्ति किं? तस्य उत्तरं आगामि परिच्छेदे अस्ति. न उत्तरं न, परन्तु प्रश्नः कः इति किञ्चित् तत्र अवगमनं. ओ एवम् एवं, क्षम्यतां. परीक्षा कथम् आसीत्, परीक्षा कथम् अस्ति, कीदृशी परीक्षा करणीया इत्येतस्य विषये वदन्ती आसीत्, तत् कृपया किञ्चित् सम्पूर्णं कृत्वा अग्रे. ओ अस्तु अस्तु अस्तु. इदानीं निखिलावधिकत्वं कदा भवति इति वयं अस्माकं परिशीलनं भवति. निखिलावधिकत्वं इत्यस्य परीक्षा किम् इत्युक्ते, वाट् इस् द टेस्ट् आफ् निखिलावधिकत्वम् इति पश्यामश्चेत्, तत्र उदाहरणं स्वीकृत्य वदामि. घटः पटात् पृथक् इत्यस्मिन् सन्दर्भे घटपृथक्त्वं पटावधिकपृथक्त्वं घटे अस्ति. पुनः घटः पुस्तकात् पृथक् इति वदामश्चेत् पुस्तकावधिकपृथक्त्वं घटे अस्ति. घटः मठात् पृथक् इत्युक्ते मठावधिकपृथक्त्वं घटे अस्ति. तादृशं सकलावधिकत्वं घटपृथक्त्वे अस्ति इति वदामश्चेत् सत्यं वा? एतत् वाक्यं सत्यं वा? नो चेत् अन्य कोऽपि पदार्थः अस्ति वा यस्मात् घटः पृथक् नास्ति इत्येव प्रश्नः. कोऽपि पदार्थः अस्ति वा येन वयं वक्तुं शक्नुमः यत् तदावधिकत्वं घटे नास्ति, घटपृथक्त्वे नास्ति इति वक्तुम् अस्माभिः वक्तुं शक्नुमः वा इति प्रश्नः. तर्हि घटः स्वं विहाय तु इत्युक्ते घटः स्वस्मात् पृथक् तु नास्ति, परन्तु घटं विहाय पदार्थः अस्ति वा यस्मात् अपि घटः पृथक् नास्ति इति प्रश्नः. घटः स्वं घटं घटात् पृथक् न भवति इति खलु, तादात्म्यसम्बन्धेन भवति, एकस्मिन् देशे एव भवति इत्यस्मात् तत्र घटः घटात् पृथक् इति वक्तुं न शक्नुमः अस्माभिः. परन्तु भिन्नपदार्थः अस्ति प्रायः यस्मात् घटः पृथक् न भवति एव इत्येव. धन्यवादः. अस्तु अस्तु इदानीं स्पष्टं वा? अस्तु अस्तु, तर्हि गोपाल् महोदय पठति वा? आम् सत्यं, घटः स्ववायवात् इति घटः स्ववायवात् कपालात् पृथक् न भवति, अतः कपालावधिकत्वं घटपृथक्त्वे नास्ति. तस्मात् घटपृथक्त्वे निखिलावधिकत्वं नास्ति. अपि च एवमेव रीत्या अस्मिन् अपि द्रव्ये यत् कस्मिन्नपि द्रव्ये यत् पृथक्त्वं वर्तते तस्मिन् पृथक्त्वे तदाश्रयभूतद्रव्यस्य अवयवादिकत्वं नास्ति, अतः पृथक्त्वे निखिलावधिकत्वं न भवति एव. यदा वयं पूर्वं अग्रे अपि पठतु महोदय. तर्हि निखिलावधिकत्वम् इति पदार्थस्य कः अर्थः? यस्यां व्यक्तौ कश्चन विभागो वा पृथक्त्वं वा वर्णनीयं, तद्विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तत् तदवधिकत्वम् इत्युक्तौ निखिलावधिकत्वं, तच्च पृथक्त्वस्य पृथक्त्वस्य नास्ति. इदमेव वयं चर्चितवन्तः घटं अन्यपदार्थः अस्ति वा यत्र घटः पृथक् न भवति इति. इदानीम् अस्ति घटः घटस्य अवयवः कपालः अस्ति, तत्र पूर्वमेव वयं पठितवन्तः तत्र पृथक्त्वं न भवति, घटः स्व अवयवात् कपालात् पृथक् न भवति. किमर्थं किमर्थं न भवति? तत्र संयोगः न, ऐ मीन् तत्र किं किमर्थं प्रथमं समवायसम्बन्धः अस्ति इति पठितं, परन्तु अग्रे किञ्चित् परिवर्तनम् आसीत् खलु अस्माकं समानदेशे वर्तते. आम् समानदेशे वर्तते. आम् आम् तस्मात् पृथक्त्वं न भवति, अतः कपाल अवधिकत्वं घटपृथक्त्वे नास्ति. कपाल अवधिकत्वं घटपृथक्त्वे नास्ति, तस्मात् घटपृथक्त्वे निखिल अवधिकत्वं नास्ति. नो यत्र घटं विहाय सर्वेषु पदार्थेषु अथवा द्रव्येषु अवधिकत्वम् अस्ति चेत् एव वयं वक्तुं शक् अस्माभिः वक्तुं शक्यते निखिलावधिकत्वम् अस्ति इति. परन्तु अत्र अस्मिन् सन्दर्भे यत्र स्व अवयवात् पृथक्त्वं न भवति, तस्मात् तत्र निखिलावधिकत्वं भवितुं नार्हति. अपि च एवमेव रीत्या कस्मिन्नपि द्रव्ये यत् पृथक्त्वं वर्तते तस्मिन् पृथक्त्वे तदाश्रयभूतद्रव्यावयव द्रव्यावयवादिकत्वं यत्र यत्र अवयवय अवयविनी सम्बन्धः अस्ति तत्र पृथक्त्वं न भवति. अवयवादिकत्वपृथक्त्वं नास्ति, अतः पृथक्त्वे निखिलावधिकत्वं न भवति एव. किञ्चित् प्रतिपादयतु भोः, तदाश्रयभूतद्रव्यस्य अवयवावधिकत्वम् इत्युक्ते किञ्चित् पृथक् पृथक् कृत्वा वदतु भोः. तदाश्रय तत्र तदाश्रयभूतद्रव्य अवयवादिकत्वम् इत्युक्ते घटः घटाश्रयः कपालः, तस्मात् तत् तत्र तत् आश्रयभूतद्रव्य अवयवावेदिकत्वं पश्यतु भोः. तदाश्रयभूतद्रव्यं किं? पृथक्त्वस्य आश्रयः कः? तदाश्रय इत्युक्ते अत्र पृथक्त्वस्य आश्रय पृथक्त्वस्य आश्रय अस्ति घटः खलु, घटे पृथक्त्वम् अस्ति. अतः पृथक्त्वस्य आश्रयभूतद्रव्यम् अस्ति घटः खलु. घटस्य अवयवः कपालः, तद् आश्रयभूतद्रव्यस्य अवयव अवयवाधिकत्वम् इति अस्ति, तदावधिकत्वम् अवयवावधिकत्वम् इति अवयवावधिकत्वं नो चेत् कपालादि कपालावधिकत्वम् इति. इदानीं स्पष्टं वा? तद् आश्रयभूतद्रव्यस्य अवयवावधिकत्वम् इत्युक्ते तद् आश्रयभूतद्रव्यं किम् इति प्रश्नः. तद् इत्युक्ते तत्र पृथक्त्वं, पृथक्त्वस्य आश्रयः घटः इति वयं जानीमः. पृथक्त्वस्य आश्रयभूतद्रव्यं घटः, घटस्य अवयवः कपालः वा कपालिका किमपि. अवयवावधिकत्वम् इत्युक्ते किम्? कपालः वा कपालिका अवधिः इति अर्थः खलु. तदा भवति वा तत्र आश्रय तत्र कदापि न भवति? किमर्थं कपालावधिकत्वम् इति न भवति एव? तर्हि कपालावधिकपृथक्त्वम् अस्ति वा इति प्रश्नः न. घटपृथक्त्वे निखिलावधिकत्वं नास्ति खलु. निखिलावधिकत्वं न भवति एव, न भवति. इदानीं सन्ध्या भगिनी उत्तरं प्राप्तं वा प्रश्नस्य उत्तरम्? आम् आम्. प्रश्नः उदेति हा हा कपाल अवधिकत्वं घटेन अस्ति किन्तु अन्यपदार्थे अन्यद्रव्ये भवितुमर्हति खलु? प्रायः वृक्षः कपालात् पृथक् इति वक्तुं शक्नुमः खलु. आम् आम्. परन्तु घटपरम्परया अग्रे अपि वयं पठामः, परन्तु अवयवरूपेण ये सन्ति तदा अवधिकपृथक्त्वं घटे न भवितुम् अर्हति खलु. तदेव स्वीकृत्य हस्तपाद इति अवयवः तेषामपि शरीरस्य स्थितिः अपि घटमिव खलु. आम् आम्, तत्र भवती एव वदतु शरीरस्य अवयवाः किमपि यत्किमपि स्वीकृत्य वदतु. पृथक् वा ते तौ पृथक् वा शरीरस्य अवयवौ पृथक् वा इति प्रश्नः खलु. तर्हि अवधित्वं भवति वा कस्मिंश्चित् भवति वा इति प्रश्नः. भवती एव वदतु. हस्तौ पादौ स्वीकुर्मः चेत् हस्तौ शरीरं न किन्तु शरीरस्य अवयवाः अतः शरीर हस्तावधिकत्वं शरीरे अस्ति इति न वक्तुं शक्नुमः. आम् समीचीनं समीचीनमेव. तर्हि निखिलावधिकत्वम् अस्ति वा शरीरपृथक्त्वे अस्ति वा? नास्ति नास्ति खलु. शरीरं उत्पीठिकात् पृथक् इति वक्तुं शक्नुमः, परन्तु शरीरं हस्तात् पृथक् इति न भवति. तद् अस्तु अस्तु. अग्रे लक्ष्मी भगिनी पठति वा? अस्तु. तर्हि निखिलावधिकत्वम् इति पदार्थस्य कः अर्थः? तद् अभवत्, पृथक्त्वस्य किम् अवधिकत्वम् आरभ्य पृथक्त्वस्य किम् अवधिकत्वं भवति? स्व आश्रय अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति तानि विहाय जगति यावद्द्रव्यम् अस्ति तत् तत् अवधिकत्वं भवति पृथक्त्वे. अतः पृथक्त्वे अनेका अवधिकत्वं वर्तते, किन्तु निखिलावधिकत्वं न. पृथक्त्वस्य यत् अवधिकत्वं नास्ति, तद्विहाय सर्वावधिकत्वं वर्तते. प्रश्नः अस्ति, पृथक्त्वे अवधिकत्वं किम् अवधिकत्वं, कीदृशी अवधिकत्वं भवति इति. द्रव्ये स्व आश्रयपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति, स्व आश्रयपरम्परायाम् इत्युक्ते यदि घटं स्वीकुर्मः चेत् घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका. स्व आश्रयपरम्परायां कपालिकस्य कपालिकायाः आश्रयाः लघुकपालिका इति परमाणुपर्यन्तं भवति. किन्तु स्व आश्रयपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति तानि विहाय जगति यावत् द्रव्यम् अस्ति तत् अवधिकत्वं भवति पृथक्त्वे. पृथक्त्वे जगति यानि द्रव्याणि सन्ति तानि तेषाम् अवधिकत्वं भवति. भगिनी, तेषाम् अवधिकत्वं इति मास्तु, तदावधिकत्वम् इति वदतु. तदवधिकत्वं भवति, किन्तु यः अवधिः अस्ति तस्य अवधिकत्वं नास्ति. पुनः वदतु भगिनि. क्षम्यतां, यः अवधिकः अस्ति तस्य अवधिकत्वं नास्ति पृथक्त्वे. इत्युक्ते घटे घटे घटावधिकत्वं नास्ति, किन्तु अन्यत्र जगति सर्वाणां पदार्थानां अवधिकत्वं घटपृथक्त्वे अस्ति सन्ति. आम् भवती उक्तवती घटावधिकत्वं नास्ति इति, मया सम्यक् श्रुतं वा इति सन्देहः. तत्र दोषः भवति, अहम् एतत् वक्तुम् इच्छामि इति, यत् घटे घट अवधिकत्वं नास्ति इति, घटे घटः घटात् पृथक् इति, तत् अवधिकत्वं नास्ति इति, तद्विहाय घटः घटात् पृथक् इति प्रसङ्गं त्यजतु कृपया. केवलम् अवयवानां विषये अत्र चर्चा अस्तु. स्व आश्रयपरम्परायां यानि यानि अवयवानि सन्ति तानि विहाय जगति यानि द्रव्याणि सन्ति तत् अवधिकत्वं घटे भवति, पृथक्त्वे भवति, खलु? पृथक्त्वे भवति, भवति. समीचीनं. अतः पृथक्त्वे अनेकावधिकत्वं वर्तते, निखिलावधिकत्वं. समीचीनं. पृथक्त्वस्य यत् अवधिकत्वं नास्ति तद्विहाय सर्व अवधिकत्वं वर्तते. इत्युक्ते यदवधिकत्वं नास्ति इत्युक्ते स्व आश्रयपरम्परायाम् अवयवाः तेषां पृथक्त्वं अधिकत्वम् अवधिकत्वं नास्ति. आम् आम् आम् सत्यमेव. अवयवाधिकत्वं विहाय तत् सकल अवधिकत्वं पृथक्त्वे अस्ति, तदेव, खलु? परन्तु भगिनी, एकः प्रश्नः अस्ति तत्र. आश्रयभूतस्य अवयवः एव स्वीकृतमस्ति, परन्तु आश्रितमेव आश्रितम् अपि द्रष्टुं शक्नुमः. यदा कपालः पटात् पृथक् इति वदामः तदा तस्य अवयवे कपालिका भवतु अथवा अन्यत् मूर्तद्रव्याणि यद्यद् भवति परमाणुपर्यन्तं तद्विहाय अवधिकत्वं सर्वम् अपि भवति इति न वक्तुं शक्नुमः. घटस्य अपि न भवति किल, आश्रितस्य अपि द्रष्टुं शक्नुमः. आम् आम्, तदपि सत्यमेव. न केवलम् आश्रयस्य विपरीतरीत्या अपि घटावधिकपृथक्त्वं कपाले अस्ति वा इति प्रश्नः, तदपि न सत्यमेव खलु. पर हा सत्यमेव, एकदृशि दिशि एव न द्रष्टुं शक्नुमः. यदा हस्तः कपालात् अथवा हस्तः वृक्षात् पृथक् इति वदामः चेत् हस्तस्य अङ्गुल्याम् एव न द्रष्टुं शक्नुमः, शरीरमपि द्रष्टुं शक्नुमः. एव वक्तुम् इच्छामि. आम् सत्यमेव. अस्तु, अग्रे सावित्री भगिनी एव पठति वा? अन्यत् कोऽपि नास्ति वा? पठामि, चिन्ता नास्ति. कोऽपि न पठितवती अहं मन्ये. लक्ष्मी भगिनी पठितवती खलु इदानीं? आम् आम्. तदनन्तरं भवती एव सावित्री भगिनी. अस्तु, पृथक्त्वस्य किमर्थं अधुना अधुना गोपालमहोदय पठितवान् वा? अस्तु, आम्. अधुना नूतनबिन्दुः अवधिभेदेन पृथक्त्वं भिद्यते इति वा घटः पटात् पृथक् इत्यनेन पटावधिकपृथक्त्वं घटः पटात् पृथक् इत्यनेन पटावधिकपृथक्त्वं घटः मठात् पृथक् इत्यनेन मठावधिकपृथक्त्वं पटावधिकपृथक्त्वं मठावधिकपृथक्त्वात् भिन्नम् इति वा अवधिः पृथक्त्वस्य अवच्छेदकः वा, किं चिन्तनम्? अस्तु, नूतनविषयः. यदा पूर्वमेव अस्माभिः दृष्टं यत् घटः पटात् पृथक् भवितुम् अर्हति, तदर्थं पटावधिकपृथक्त्वं घटे भवति, तथा एव घटः मठात् अपि पृथक् भवितुम् अर्हति, मठावधिकपृथक्त्वं घटे भवति. अन्यत् किमपि युनो घटः वृक्षात् पृथक्, घटः पुस्तकात् पृथक् इति बहूनि वस्तूनि भवितुम् अर्हति यस्मात् घटः पृथक् भवितुम् अर्हति. तदर्थम् अत्र चिन्तनम् अथवा अत्र प्रश्नः अस्ति, बहुविधपृथक्त्वं भवति वा घटे? अवधिकत्वम् एव अवच्छेदकः भवति वा पृथक्त्वस्य इति? अवधिः पृथक्त्वस्य अवच्छेदकः भवति वा इति? किं चिन्तनम्? अहं चिन्तयामि पृथक्त्वम् एकमेव, परन्तु अग्रे द्रष्टुं शक्नुमः. अस्तु अस्तु, अनेकावधिकपृथक्त्वम् अस्ति भगिन्या उक्तं, तर्हि अनेकावधिकपृथक्त्वम् अस्ति चेत् तर्हि अवधिः प्रत्येकं विषये प्रत्येकं सन्दर्भे अवधिः अवच्छेदकः भवति वा इति प्रश्नः. अस्तु, अग्रे पश्येम. सरला भगिनी पठति वा? आं भगिनि, प्रथमं गुणेन द्रव्यम् अवच्छिद्यते, भिद्यते, विशिष्यते. गुणा विशिष्टद्रव्यम् उन्नतः बालकः, औन्नत्यं बालके, बालके विद्यमान औन्नत्यात् सः बालक अपरेभ्य बालकेभ्य भिद्यते, विशिष्यते. अतः औन्नत्यविशिष्टबालकः औन्नत्यम् अवच्छेदकं बालकस्य. अतः दीयते यद् गुण द्रव्यस्य अवच्छेदकम् अस्ति वा नास्ति. सो गुणेन द्रव्यम् अवच्छिद्यते भिद्यते अवशिष्यते. उदाहरणमस्ति उन्नतः बालक, उन्नत अत्र विशेषणवाचक शब्दः अस्ति, बालकः अस्ति विशेषं, तस्मिन् धर्म औन्नत्यं विशेषणमस्ति, औन्नत्यं बालके अस्ति. बालके विद्यमानयः औन्नत्यात् सः बालकः अप्रेभ्य बालकेभ्यः भिद्यते विशिष्यते. एक यद्यपि विशेष्याम उन्नतबालक एषः बालकः अपरस्मिन् अपरात् बालकात् भिन्ना अस्ति. कथं भिन्ना अस्ति? तस्य औन्नत्यं यदि अहं स्वीकुर्मः, औन्नत्यात् सः भिन्ना अस्ति. सो अत्र औन्नत्यम् अवच्छेदकं भवति बालकस्य. समीचीनं. अस्तु, गुणेन कथं द्रव्यं भिद्यते इति. अस्तु, अग्रे सभ्यसाक्षी महोदय पठति वा? आं भगिनि. एवमेव द्वितीयम्, एवमेव गुणः अवच्छिद्यते भिद्यते विशिष्यते तदाश्रयभूतद्रव्येण आश्रयभूतबालकेन तस्मिन् आश्रित औन्नत्यं विद्यते विशिष्यते अपरेभ्यः औन्नत्येभ्यः इदम् औन्नत्यं विद्यते विशिष्यते तदाश्रयेण बालकेन. बालकविशिष्टौ विशिष्टौ नत्यं बालकः औन्नत्यस्य अवच्छेदकः. विशिष्ट औन्नत्यम् इति बालकविशिष्ट औन्नत्यम्. हा, बालकविशिष्ट औन्नत्यम् औन्नत्यम् इत्युक्ते इदानीं पश्यामः गुणः अवच्छिद्यते वा, गुणः अवच्छिद्यते विद्यते विशिष्यते तदाश्रयभूतद्रव्येण. एवमेव गुणः, वयं दृष्टवन्तः द्रव्यं गुणेन द्रव्यम् अवच्छिद्यते विद्येत विशिष्यते पूर्वमेव, इदानीं गुणः पश्यामः. उदाहरणं स्वीकरोतु. उदाहरणम् आमाम् अग्रे उदाहरणम् अस्ति, स्वीकरोमि. आश्रयभूतबालकेन तस्मिन् आश्रित औन्नत्यं विद्यते विशिष्यते. तर्हि उन्नतः बालकः इति आसीत् अस्माकम् उदाहरणं. तर्हि आश्रयभूतबालकेन तस्मिन् आश्रित, तर्हि औन्नत्यं कुत्र अस्ति इत्युक्ते औन्नत्यं बालके अस्ति इति, बालके विशिष्यते. अपरेभ्यः अन्य औन्नत्यमपि स्वीकृत्य प्रतिपादयतु कृपया. बालकः उन्नतः वृक्षः अपि अस्ति. उन्नतः वृक्षः अपि अस्ति, उन्नतः इति गृहम् उन्नतं गृहमपि अस्ति, किमपि. तर्हि अपरेभ्यः औन्नत्येभ्यः इदम् औन्नत्यं विद्यते विशिष्यते तदाश्रयेण बालकेन. तर्हि बालके औन्नत्यम् अस्ति, तदाश्रय औन्नत्यम् अपरेभ्यः अपि अस्ति. तर्हि बालकविशिष्ट औन्नत्यम् इति वदामः. तर्हि बालकः औन्नत्यस्य इति अवच्छेदकः. समीचीनं. बालकनिष्ठ औन्नत्यम् इति अस्ति, वृक्षनिष्ठ औन्नत्यम् इति अस्ति. बालके यत् औन्नत्यम् अस्ति, अन्ये अपरेभ्यः औन्नतेभ्यः विद्यते वा इति कथं बालकेन एव भिद्यते. अतः गुणेन द्रव्यं भिद्यते, द्रव्येण गुणः अपि भिद्यते इति अस्ति. अस्तु, अग्रे सन्ध्या भगिनी पठतु भगिनि. तद्वत् पृथक्त्वगुणः घटे. पृथक्त्वं भिद्यते विशिष्यते तदाश्रयघटेन. गुणत्वात् पृथक्त्वम् अवच्छिद्यते भिद्यते विशिष्यते तदाश्रयभूतद्रव्येण. अतः घटविशिष्टपृथक्त्वं, तच्च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं, मठे विद्यमानपृथक्त्वात् भिन्नं च भिन्नम्. अपि च घटे विद्यमानपृथक्त्वम् एकमेव, यतोहि घटविशिष्टं. घटे अनेकपृथक्त्वानि न सन्ति, घटविशिष्टं पृथक्त्वम् एकमेव. तर्हि इदानीं प्रथम अपि च द्वितीय बिन्दुषु यथा दृष्टवन्तः, तत्र गुणः भवति द्रव्यस्य अवच्छेदकः, तथैव द्रव्यं भवति गुणस्य अवच्छेदकं. तर्हि इदानीं पृथक्त्वम् इति यः गुणः अस्ति, तद् यदि पश्यामः, पृथक्त्वम् इति गुणः घटे अस्ति, तर्हि पृथक्त्वं गुणः इति कारणेन तस्य अवच्छेदकत्वम् अस्ति घटे, यतोहि घटः आश्रयः अस्ति पृथक्त्वम् इति गुणस्य. तर्हि पृथक्त्वम् इदानीं केन अवच्छिद्यते? घटेन. घटः पृथक्त्वाश्रयभूतद्रव्यमस्ति इति कृत्वा. अतः पृथक्त्वमस्ति घटविशिष्टपृथक्त्वम् अस्ति, यत् पृथक्त्वं घटे. घटे घटविशिष्टपृथक्त्वं यदस्ति तत् पृथक्त्वं पटे पृथक्त्वं यदस्ति तस्मात् भिन्नमस्ति, तथैव मठे यत् पृथक्त्वम् अस्ति तस्मात् घटविशिष्टपृथक्त्वं भिन्नमस्ति. अपि च घटे यः यद् पृथक्त्वम् अस्ति तद् एकमेव अस्ति, अवधिभेदात् पृथक्त्वम् अत्र न भिद्यते. घटे एकमेव पृथक्त्वम् अस्ति, यतोहि अवच्छेदकः घटः एव अस्ति पृथक्त्वस्य, न तु अवधिः अवच्छेदकं नास्ति पृथक्त्वस्य. अतः घटे अनेक पृथक्त्वानि न सन्ति, एकमेव पृथक्त्वमस्ति घटविशिष्टपृथक्त्वम्. प्रश्नः अस्ति वा? न. हा, यथा भगिन्या उक्तं, वृक्षावधिकपृथक्त्वं घटे, मठावधिकपृथक्त्वं घटे, पुस्तावधिकपृथक्त्वं घटे, भिन्नाः अवधयः. परन्तु घटे यत् पृथक्त्वम् अस्ति तत्तु एकमेव. घटेन एव पृथक्त्वं विशिष्यते इति. अस्तु, अग्रे गोपालमहोदय पठति वा. तस्मात् घटे विद्यमानपृथक्त्वस्य यः कोऽपि अवधिः भवतु नाम घटे विद्यमानपृथक्त्वम् एकमेव. घटः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक्, घटे भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम् इति सर्वम् एकमेव पृथक्त्वं घटविशिष्टं. यदा इदं महोदय अग्रे अपि अग्रिम परिच्छेदम् तदर्थम् उपर्युक्तं यत् पृथक्त्वे अनेकावधिकत्वं वर्तते, घटे विद्यमानपृथक्त्वम् एकमेव, अवधयः च बहवः, घटः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक्, असङ्ख्याः अवधयः सन्ति. असङ्ख्याः इत्युक्ते बहवः अवधयः, असङ्ख्याः अवयवः सन्ति. तत् तन्निरूपितं घटे विद्यमानं पृथक्त्वम् अन्यत्वा न अन्यत् इदं सर्वं घटे विद्यमानं पृथक्त्वम् एकमेव. यथा वयं पूर्वं दृष्टवन्तः तत्र अवधिकत्वं भिन्नभिन्नं भवितुमर्हति, परन्तु पृथक्त्वम् एकमेव भवति. घटं घटः पटा वृक्षात् पृथक्, मठात् पृथक्, भूतलात् पृथक्, तत्र भिन्नभिन्न अवधिकत्वम् अस्ति, परन्तु पृथक्त्वम् एकमेव. तत् घटाश्रयपृथक्त्वं घटविशिष्ट घटविशिष्टं तदपि घटविशिष्टं तेन घटः घटेन भिद्यते तत् पृथक्त्वं. महोदय, अवधिकत्वं भिन्न भिन्ना न अवधिकपृथक्त्वं न न क्षम्यता आम् सत्यमेव तद् तद् भिन्नपदार्थावधिकपृथक्त्वं भवितुम् अर्हति, परन्तु पृथक्त्वम् एकमेव इति इत्युक्ते एकमेव. पृथक्त्वे अनेक अवधिकत्वं वर्तते. एवमेव पृथक्त्वं पृथक्त्वे अनेक अवधिकत्वं भवति, भूतलावधिकत्वम् अवधिक वा पटावधिक अवधिकत्वं वा, परन्तु यत् यत् घटे अस्ति विद्यमानं पृथक्त्वं तत् एकमेव. बहवः अवधयः सन्ति. अत्र प्रश्नः उदेति, असङ्ख्या अवधयः सन्ति, तन्निरूपितं घटे विद्यमानं पृथक्त्वम् अन्यत् वा न अन्यत्, इदं सर्वं घटे विद्यमानं पृथक्त्वम् एकमेव. नो चेत् किञ्चित् भिन्नरीत्या किञ्चित् भवति अग्रे अग्रे अस्ति. पटनिरूपितं पृथक्त्वं, मठनिरूपितं पृथक्त्वं, वृक्षनिरूपितं पृथक्त्वं वा, एतानि भिन्नानि इति नास्ति. इति नास्ति, एकमेव. आम् पृथक्त्वं तु एकमेव इति. अस्तु अस्तु भगिनि, पृथक्त्वं तु गुणः द्रव्ये वर्तते, सत्यमेव किल. अवधि व्यवहारार्थमेव वदामः, नो चेत् पृथक्त्वं तु एकस्यापि द्रव्यस्य गुणः. आम् व्यवहाररूपेण अस्मात् पृथक् इति वदामः, सत्यमेव. स्पष्टीकरणार्थम् अपि, परन्तु इदानीम् एतावत् यत् पठितं तेन दृष्टं यत् यस्मात् अपि पृथक् अस्ति तत्र सकलावधिकत्वं भवति, अवयवावधिकत्वं विहाय सकलावधिकत्वं भवति एव अस्मिन् द्रव्ये. अतः घटः पृथक् इत्युक्ते सकलात् पृथक् अस्ति, अवयवान् विहाय अवयवान् विहाय सकलात् पृथक् अस्ति एव. अतः यद् भवती उक्तवती स्व आश्रय अवयविहाय. आम् आम् अस्तु. लक्ष्मी भगिनी वा अग्रे पठति वा? आम् आम्. नो चेत् अवधिभेदेन यदि पृथक्त्वं विद्येत तर्हि घटे अनेके पृथक्त्वगुणाः स्युः, प्रत्येकं च पृथक्त्वस्य एक एव अवधिः इति स्यात्. भगिनि, तदर्थम् उपरि उक्तम् इति खलु? ओ अस्तु, अस्तु भगिनि. नो चेत् अवधिभेदेन यदि पृथक्त्वं विद्येत तर्हि घटे अनेके पृथक्त्वगुणाः स्युः, प्रत्येकं च पृथक्त्वस्य एक एव अवधिः इति स्यात्, किन्तु पृथक्त्वस्य गुणत्वात् तथा नास्ति. गुणः अवच्छिद्यते विद्यते तदा आश्रयभूतद्रव्येण न तु अवधिभेदेन अथवा अन्येन केनचित् अपि. अवधि यदि पृथक्त्वं पृथक्त्वम् इति गुणः अवधिभेदेन विद्यते चेत् घटे अनेकविध पृथक्त्वगुणाः स्युः. प्रत्येकं पृथक्त्व पृथक्त्वं तत्र अवधिभेदेन प्रत्येकं पृथक्त्वं विद्यते. किन्तु पृथक्त्वं द्रव्यस्य गुणः अस्ति. तथा एकः एव गुणः द्रव्यात् अवचित्यते विद्यते, आश्रयभूतद्रव्येण एव अवचित्यते विद्यते, न तु अवधिभेदेन. अतः पृथक्त्वं यद्यपि पृथक्त्वे अनेकावधिकत्वं सन्ति, घटविशिष्टपृथक्त्वम् एकमेव. सत्यमेव. यद्यपि पृथक्त्वस्य अनेकाः अवधयः सन्ति, तथापि मठावधिकपृथक्त्वं भिन्नं वा वृक्षावधिकपृथक्त्वं भिन्नं पुस्तकावधिकभिन्नम् इति माभिः न इति वयं न वक्तुं शक्नुमः. तर्हि भिन्नं भिन्नं पृथक्त्वम् इत्यस्मात् भिन्नाः गुणाः सन्ति. एकस्मिन् पृथक्त्वे भिन्नाः पृथक्त्वं भिन्नानि पृथक्त्वानि, नो चेत् भिन्नाः गुणाः इति वयं वक्तुं न शक्नुमः, खलु? अतः एकस्मिन् द्रव्ये एव एकस्मिन् द्रव्ये हा एकस्मिन् द्रव्यम् एकं पृथक्त्वम् इति गुणः अपि एकः एव. तदेव अत्र दीयते. भिन्नानि पृथक्त्वानि सन्ति इति स्वीकुर्मः चेत् तर्हि अनेकाः गुणाः स्युः इत्येव अनुमानं भवति, खलु? परन्तु तदा नास्ति, पृथक्त्वं तु एकमेव इति घटेन विद्यते इति, तदाश्रयेण विद्यते इति अस्ति. अस्तु, षष्ठं खलु? आं भगिनि. आम् आम्. अग्रे सावित्री भगिनी पठति वा? तर्हि अनेन पृथक्त्वस्य अनेकावधिकत्वम् अस्ति न तु एकावधिकत्वम्, अपि च निखिलावधिकत्वमपि नास्ति. किमवधिकत्वं नास्ति? पृथक्त्वाश्रयवायवपरम्परायां परमाणुपर्यन्तं यानि मूर्तद्रव्याणि तदवधिकत्वं नास्ति. तेन किं सिद्ध्यति? तद्विहाय ये अवशिष्टाः पदार्थाः तदवधिकत्वं तु अस्ति, किन्तु न निखिलावधिकत्वं. तस्मात् आश्रयावयवावधिकत्वा अभावात् अस्तु. इदानीं पर्यन्तम् एतदेव विषयम् अस्माभिः चर्चितं, परन्तु पृथक्त्वस्य अनेकावधिकत्वम् अस्ति इति साधितं. यत्किमपि अन्यत् वस्तु अस्ति जगति, तस्य अवधिः अस्मिन् द्रव्ये भवति, परन्तु अस्य तस्य अवयवस्य अवयवपरम्परायां यानि द्रव्याणि भवन्ति अवधिकत्वं न भवति. अस्तु. ओ, पृथक्त्वम् एकमेव गुणः, परन्तु अनेकावधिकत्वम् अस्ति न तु एकावधिकत्वम्. इदानीमेव दृष्टवन्तः, घटः वृक्षात् पृथक् अथवा पटात् पृथक् अथवा पुस्तकात् पृथक् इति वक्तुं शक्नुमः. तदर्थम् अनेकावधिकत्वम् अस्ति, एकावधिकत्वं नास्ति. एकमेव गुणः परन्तु अनेकावधिकत्वम् अस्ति, परन्तु न निखिलावधिकत्वं नास्ति. किमर्थं चेत् तस्य अवयवपरम्परायां यानि मूर्तद्रव्याणि सन्ति परमाणुपर्यन्तं तदवधिकत्वम् अस्मिन् पृथक्त्वे नास्ति. तेन किं सिद्ध्यति, तद्विहाय ये अवशिष्टाः पदार्थाः तदवधिकत्वं तु अस्ति एव, किन्तु न निखिलावधिकत्वं, तस्मात् आस्तयावयव अवधिकत्वभेद अभावात्. अहम् अनेकावधिकत्वम् इति चिन्तितवती भगिनी, सकलावधिकत्वं नास्ति, प्रथमम् उक्तवती किल, अनेकावधिकत्वमेव अनेकावधिकत्वम्. हा, तत् किञ्चित् प्रतिपादयतु भगिनी, आश्रय अवयव अवधिकत्व अभावात् इति. घटं स्वीकुर्मः, घटस्य अवयवः आश्रय अवयवः भवति कपालः, तस्य परम्परायां कपालिका अपि भवति, आश्रय अवयव अधि अवधिकत्व अभावात्. कपालस्य अवधिः घटे न भवति, कपालिकायाः अवधिः घटे न भवति, तस्मात् आश्रय अवयव अवधिकत्वाः अवधिकत्व अभावात् निखिलावधिकत्वं पृथक्त्वे न भवति. स्पष्टं खलु, अवयवावधिकत्वम् अस्ति वा इति प्रश्नः, न कदापि, अतः तस्य अभावात् अवयवावधिकत्वस्य अभावात् निखिलावधिकत्वं नास्ति इति. प्रश्नः अस्ति वा? अस्तु अस्तु, अग्रे सरला भगिनी. विभागस्य निखिल अवधिकत्वम् अस्ति वा, तस्य बोधार्थं प्रथमतया संयोगस्य स्थितिः द्रष्टव्या. यत्र संयोगः जायते तत्र प्रतीतिम् अवलम्ब्य संयोगस्य अवधिकत्वम् अपि जायते. घटपटयो संयोगः, पटावधिकसंयोगः घटे, किन्तु घटस्व अवयवो कपालयोः स्थितौ कपाल अवधिकसंयोगः घटे भवति वा? न भवति किल, अतः घटे विद्यमानसंयोगः निखिलावधिको न, स च घटे विद्यमानसंयोगः नियतावधिक वा? इदानीं प्रथमम् अवयं पृथक् पृथक्स्य स्थले निखिलावधिकम् अस्ति नास्ति चिन्तितवन्तः, इदानीं विभागस्य स्थले चिन्तयामः. विभागस्य निखिल अवधिकम् अस्ति वा, तस्य स्पष्टीकरणार्थं प्रथमं संयोगस्य स्थितिः वयं दृष्टुमः. यत्र संयोगः जायते तत्र प्रतीतिम् अवलम्ब्य संयोगस्य अवधिकत्वम् अपि जायते. यदि वयं घटपटयोः संयोग वदामः, तस्य प्रतीति स्पष्टीकरणवास्तवं भवति पट्टावधिकसंयोगघटे इति. यदि वयं वदामः इत्युक्ते घटे विद्यमानसंयोगः पटावधिकः अस्ति, इत्युक्ते यद्यपि वयं पटात् संयोगस्य यदि विभागमे पञ्चमी विभक्ति वयं उपयोगं कुर्मः, तत् संयोगस्थले अत्र शैलीन उपयोगं कुर्मः, अतः पटावधिकसंयोगघटे इति यदि वदामः, त पटः अवधि अस्ति, पटावधिकसंयोगघटे अस्ति, किन्तु घट स्वस्य अवयवकपालयोः स्थितौ कपालावधिकसंयोगघटे भवति वा? वयं जानीमः घटकपालयो वा कपालिका कपालयोः संयोगः न भवति, कारणं किं तस्य समवायसम्बन्धः अस्ति और् भिन्नदेशं न स्थितौ समानदेशे स्थितौ तस्य संयोगः न भवति इतः कारणे पृथ तस्य विभागः अपि न भवितुं शक्नोति अतः घटे विद्यमानसंयोगः निखिलावधिको नास्ति सो घटे अपि स्वस्य आश्रय अवयवः कारणे निखिलावधिकं संयोगे अपि न हर्तुं शक्नुमः स च घटे विद्यमानसंयोगः नियता अधिक वा वदतु भगिनि नियतावधिक वयम् अग्रिमे अग्रिमे पाठे पठितवन्तः नियतावधिक यदि वयं पूर्वं पाठं पठितवन्तः यदि वयं घट्टभिन्न इति वस्तुति तस्य कम् अर्थं न भवति घट कस्मात् भिन्न एतत् मनसि योज्यते घटपटात् भिन्न तस्य शैली प्रतीति भवति तो तस्य भिन्न वा घटपटात् पृथक् पृथक्त्वस्थले भेदस्थले नियतावधिकम् अस्ति किन्तु संयोग विभागस्थले नियतावधिकं नास्ति कारणं कि वयं तस्य प्रतीति यदि आरोप्यते तर्हि अवधि उपज्य तस्य तस्य प्रतीति भवति आवधिकत्वम् आरोप्यते ताभ्याम् आरोप्यते संयोगस्थले विभागस्थले द्वयोः स्थले प्रतीतिवशात् एव सावधिकत्वं ज्ञायते सावधिकत्वं ज्ञायते ज्ञायते सुस्थित्या न ज्ञायते एव अवधिः कः इति इत्यस्य ज्ञानं न भवति भवति साधारणतया परन्तु प्रतीतिवशात् एव भवति अतः नियमेन अवधिकत्वं नास्ति नास्ति ताभ्याम् आम् अतः संयोगः नियतावधिकः न निखिलावधिकः अपि नास्ति किमर्थम् इत्युक्ते स्वस्य अवयवो घटस्व आशय अवयवः संयोगः नास्ति अवयव अवयवि अवयविनयोः संयोगः न भवति एव अतः अवयावधिकसंयोगः न भवति द्रव्ये इत्यस्मात् निखिलावधिकत्वं नास्ति संयोगस्य इति अस्तु अग्रे सभ्यसाची महोदय आं भगिनि अधुना तदाधारेण विभागः निखिलावधिकः न वा इति पश्येम तर्कसङ्ग्रहवाक्यं संयोगनाशको गुणो विभागः संयोगस्य नाशेन एव विभागो जायते अतः विभागेन नाश्यः यः संयोगः स च संयोग आश्रय अवधिकत्वमेव विभागस्य अपि भवति न तु तत् अतिरिक्तवाधिकत्वम् तत्र विभागस्थले यत् सूचनीयम् आसीत् तत् युक्तम् अधुना दृष्टान्तं दत्त्वा पाठकः ततः अग्रे प्रतिपादनीयम् अस्तु किं भवति विभागस्थले इति दत्तम् अस्ति किं भवति विभागस्थले वयम् इदानीं पृथक्त्वं विषये दृष्टवन्तः, एवं संयोगविषये अपि दृष्टवन्तः. निखिलावधिक ते सन्ति वा न वा, एवम् उत्तरमासीत् पृथक्त्वम् एवं संयोगः द्वयोः अपि निखिलावधिक निखिल अवधिकत्वं तत्र नास्ति. इदानीं विभागः पश्यामः, तदाधारेण विभागः निखिल अवधिकः अथवा न इति पश्येम अत्र. तर्हि तर्कसङ्ग्रहे एकवाक्यमस्ति, संयोगनाशको गुणो विभागः इत्युक्ते संयोगस्य नाशेन एव विभागः उत्पन्नः भवति इति. यत्र संयोगस्य नाशः भवति तदनन्तरं विभागस्य उत्पन्नं भवति. अतः विभागेन नाश्य यः संयोगः, स च संयोग आश्रय अवधिकत्वम् एव विभागस्य अपि भवति. इत्युक्ते संयोग आश्रय अवधिकत्वं विभागस्य अपि भवति. विभागः इत्युक्ते संयोग आश्रय अवधिकत्वम् अत्र विभागे इति भवति. स्वीकृत्य प्रतिपादयतु भोः. उदाहरणं वा भगिनि? संयोगस्य उदाहरणं स्वीकृत्य तदनन्तरं विभागः कथं भवति इति वदतु. आमामां समीचीनम्. हस्तपुस्तक इति संयोगः जायते इति अस्ति तत्र संयोगः. इदानीं संयोगः कुत्र भवति? कः अवधिः? तत्र प्रतीतेः तु अवधिः न भासते. तर्हि हस्तपुस्तकसंयोगः तत्र हस्तावधिकसंयोगः इति वदामः चेत् हस्ते इति अवधिः अस्ति, एवं तत् संयोगः पुस्तके भवति इति वक्तुं शक्नुमः. हस्ते हस्तावधिकसंयोगः पुस्तके. आमामाम् इति वक्तुं शक्नुमः तत्र. तर्हि तत्र अत्र दत्तमस्ति तत्र संयोगस्य नाशः यत्र भवति तत्र विभागस्य उत्पन्नं भवति. तर्हि संयोग आश्रय अवधिकत्वम् एव विभागस्य अपि भवति. संयोग आश्रय अवधिकत्वं आश्रयः कः आसीत् पूर्वस्मिन् उदाहरणे? हस्तपुस्तकसंयोगः यदि वदामः हस्तावधिकसंयोगः तर्हि पुस्तके अस्ति. पुनः हस्तावधिक विभागे पुनः आमामामां तर्हि विभागे पुनः हस्तावधिक संयोग अवधिकत्वम् अस्ति. विभागे भवति तदेव समानाश्रयः खलु? आमामां. किमर्थम् इत्युक्ते संयोगस्य तत्र नाशः भवति. आम् आम्. तर्हि हस्तावधिकविभागः पुस्तके इति वदामः. यदि संयोगः भवितुम् अर्हति हस्तावधिकसंयोगः पुस्तके अस्ति तदाधारेण अपि हस्तावधिकविभागः अपि पुस्तके अस्ति. विभागस्य तर्हि स च संयोग आश्रय अवधिकत्वं विभागस्य अपि भवति. न तु तद् अतिरिक्त अवधिकत्वम् न तु तत् अतिरिक्त अवधिकत्वम् इत्युक्ते तत् विहाय वा भगिनि? तत् अतिरिक्त अवधिकत्वम् इत्युक्ते आम् हस्तं हस्तावधिक अवधिकत्वमेव भवति तत्र, न तु अस्तु अस्तु अस्तु पदार्थावधिक पदार्थावधिकत्वं विभागे अपि अस्तु अस्तु अस्तु. तर्हि विभागस्थले यत् सूचनीयम् आसीत् तद् उक्तम्, इत्युक्ते यत् उदाहरणं संयोगस्थले अस्ति तथा अत्र अपि कार्यं करोति, विभागस्थले अपि तद् उक्तम्. अधुना दृष्टान्तं दत्त्वा पाठकः ततः अग्रे प्रतिपादनीयम्. इत्युक्ते भवानेव वदतु अत्र निखिलावधिकं दृश्यते वा इति प्रश्नः. इति न भविष्यति. किमर्थम् इत्युक्ते निखिलावधिकत्वम् इत्युक्ते इत्युक्ते अत्र विभागः तत्तत् विभागः सर्वत्र इति न भवति. तदावधिकविभागः पुस्तके भवति इति वक्तुं न शक्नुमः. यत् यद् अवधिः भवति संयोगे, नाम हस्तः एव अवधिः संयोगे. आम् आम्. विभागे अपि हस्तः एव अवधिः. तर्हि हस्तावधिकविभागः एव पुस्तके भवति, न तु अन्यपदार्थावधिक विभागः इत्येव अर्थः. आम्. अतः निखिलावधिकत्वं न भवति विभागे. आम्. स्पष्टं वा? आमामाम् आं भगिनि. अन्य कोऽपि वक्तुमिच्छति वा अस्मिन् विषये? कटकपालयोः विभागः भवति चेत् तत्र घटकपालः अत्र कपालद्वयं जायते जायतः कपालद्वयं जायते अतः भिन्न पृथक् आश्रितः आश्रितौ अतः प्रश्नः स्थितिः भिन्नः एव तत्र. अतः तत्रापि प्रथमकपालात् द्वितीयकपालः भिन्नः यत् विभागम् अस्ति तत् तत्र अवधिकत्वं स्वीकृत्य मम तत्र प्रथमतया संयोगः एव न जायते खलु? आम् आम् संयोगः एव न जायते. तर्हि तस्मिन् उदाहरणे विभागस्य निखिलावधिकत्वम् अस्ति वा न इति चर्चा न भवति. अत्र संयोगस्य आधारेण विभागस्य निखिलावधिकत्वम् अस्ति वा न इति चर्चा जायते. तर्हि फलं वृक्षं वृक्षः इत्युक्ते वदतु भगिनि. वृक्षात् फलं वदति. तत्र वृक्षः अवधिः फलं वृक्षावधिकः विभागः फले अस्ति. वृक्षावधिकः विभागः फले अस्ति किन्तु पूर्वं केन संयुक्तः जातः फलं? पूर्वं संयोगः आसीत् खलु? पूर्वं संयोगः आसीत्. तत्र फलावधिकः संयोगः वृक्षे, नो चेत् वृक्षावधिकः संयोगः फले. वृक्षावधिकसंयोगः फले आसीत्. इदानीं विभागः जातः. तर्हि अवधिः कः? अवधिः वृक्षः. वृक्षावधिकः संयोगः विभागः फले, पुनः वृक्षावधिकः विभागः फले, पूर्वमपि वृक्षावधिकसंयोगः फले. परन्तु किमर्थं निखिलावधिकत्वं नास्ति विभागस्थले? स्व अवधिकत्वं इत्युक्ते स्व अवधिकत्वं फलेन, स्व अवधिकत्वम् इत्युक्ते पूर्वं दृष्टवन्तः. निखिलावधिकत्वं कदा भवति इति वदतु प्रथमतया. निखिलावधिकत्वम् इति कदा उच्यते? निखिलावधिकत्वं यदि यदि यदि जगति द्रव्यं विहाय एक यदि कोऽपि द्रव्यं स्वीकुर्मः तं विहाय सर्वत्र तदावधिकत्वम् अस्ति. आं तदावधिकत्वम् अस्ति. आम् परन्तु अत्र विभागस्थले तदा अस्ति वा? विभागस्थले वृक्षावधिक विभागः फले इति भवती उक्तवती, परन्तु पुष्टावधिक विभागः अस्ति वा फले? पुष्टावधिकविभागः अपि भवितुम् अर्हति. कथं? परन्तु संयोगः एव न अभवत् खलु तत्र? संयोगः न, संयोगस्य आधारेण स्वीकुर्मः चेत् तत् पुष्टावधिकत्वविभागः फले नास्ति. इदानीं स्पष्टं वा? संयोगस्य आधारेण एव अवधिः अपि स्थापितः भवति विभागस्थले अपि. अस्तु, तर्हि तत्र विभागस्थले एकावधिकत्वं नास्ति. किमर्थम् इत्युक्ते एकस्मिन् संयोगस्य अवधेः आधारेण एव विभागः अपि जायते, विभागस्य अवधिः अपि निर्णीयते. प्रथमे संयोगः इति पश्यामः, तदनन्तरं विभागः उत्पन्नः, तदाधारेण कर्तुं शक्नुमः. तदाधारेण विभागः तु एकावधिकत्वम् अस्ति. हा, समीचीनमेव. अनेकावधिकत्वं न भवति विभागस्थले वा निखिलावधिकत्वं न भवति एव. आम् अस्तु, इदानीं स्पष्टं खलु? प्रश्नः अस्ति वा? न भगिनि. अस्तु, तर्हि विरमामि. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः.